नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति धातुपाठे हल्सन्धिः द्वितीयभागः इति. अयं विषयः इदानीम् आरप्स्यते. तर्हि प्रथमभागे हलन्तेभ्यः धातुभ्यः तत्र लङ्लकारस्य तप्रत्ययः सप्रत्ययः अनयोः योजनविधिः इति विषयः दृष्टः आसीत्. इदानीं हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः इति विषयः अस्ति. प्रत्ययस्य आदौ सकारः वर्तते चेत् तत्र कीदृशप्रक्रिया इति इदानीं वयं पश्यामः. तर्हि साक्षात् आरम्भं कर्तुं शक्नुमः. तत्र किं वंसी भगिनी पठितुमिच्छति वा? आं भगिनि, पठामि. धातुपाठे हल्सन्धिः द्वितीयभागः. यथा उक्तं, गते पाठे यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच् वर्णैः, नाम अ आ इ उ उ इ ऐ इत्येभिः, अथवा एभिः हल् वर्णैः, य र व म न तथा ध स. यदा प्रत्ययः अच्भिः वर्णैः आरभ्यते अथवा या र इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति यथा धा धातुः दधा योगः तः धध् योगः तः धत्तः, अपि च प्रत्ययः त ध ध तथ ध स इत्येभिः वर्णैः आरभ्यते तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते. व वकारः मकारः नकारः इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनं वर्णविकारः भवति. हल् सन्धिः नाम यत्र द्वयोः हल् वर्णयोः मेलनेन वर्णविकारः भवति इति तु जानीमः. अस्तु, प्रथमपाठे तु तप्रत्ययः स प्रत्ययः द्वयोः योजनविधिः दृष्टवन्तः, सूत्राणि दृष्टवन्तः. अधुना तु किम् अस्ति इत्युक्ते, तत्र धातुतः ये प्रत्ययाः विधीयन्ते तेषु तत्र अच्वर्णाः अच्वर्णैः आरभ्यते, नो चेत् हल् वर्णैः आरभ्यते. यदा अच्वर्णैः यदा प्रत्ययः आरभ्यते तेषां केवलं वर्णमेलनमेव भवति. अपि च तत्र य र एते वर्णाः प्रत्यय आदौ भवन्ति चेत् तत्रापि वर्णमेलनमेव भवति. परन्तु यदा तत्र य र धातु हलन्तः चेत् अपि च तत्र धातुः प्रत्ययः यदा थ थ ध स एते आदौ भवन्ति तस्मिन् दशायां तस्यां दशायां तत्र हल् सन्धिः भवति अपि अस्ति. अपि च तत्र धातोः प्रक्रियावेलायां यदि हलन्तः भवेत् तदापि हल् सन्धिः भवति इति अपि उक्तम्. वकारः मकारः नकारः इति प्रत्ययः एतैः वर्णैः आरभ्यते तर्हि तत्र केचन विशिष्टसूत्राणि सन्ति, तत्रैव तत्र सन्धिकार्यं भवति इति अपि उक्तम्. अपि च सन्धि नाम तत्र वर्णयोः सान्निध्यं यत् अस्ति, संहिता अस्ति, तत्र सन्धिकार्यं भवति इति अपि उक्तम्. हल् सन्धि नाम यत् तयोः हल् वर्णयोः मेलनं, हल् सन्धि इत्युक्ते तत्र हल् वर्णयोः मेलनेन तत्र यः वर्णविकारः भवति तत्र हल् सन्धि इति उच्यमानः अस्ति इति अपि उक्तं भवति. तत्र अग्रे अपि पठामि वा? अग्रे पठतु. अस्तु, सम्प्रति चत्वारः पाठाः क्रियमाणाः सन्ति येषु हलन्तेभ्यः धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, थकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम्. चतुर्षु पाठेषु अयं पाठाः द्वितीयः अयं पाठः द्वितीयः क्षम्यताम्. प्रथमः विधयः चतुर्षु विभागेषु विभक्तः. हलन्तेभ्यः धातुभ्यः लङ्लकारस्य त तकारः तप्रत्ययः सप्रत्ययः चेत् अनयोः योजनविधिः. द्वितीयभागः हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ् लकारस्य सप्रत्ययस्य अतिरिच्य. तृतीयभागः हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ् लकारस्य तप्रत्ययस्य अतिरिच्य. चतुर्थभागे हलन्तेभ्यः धातुभ्यः धातुभ्यः थकारादिप्रत्ययानां योजनविधिः. अस्तु, तत्र प्रथमभागे यत् अस्माभिः पठितं तत्र लङ् लकारस्य तकारादि तप्रत्ययः तत्र यदि तकारः एव प्रत्ययः अस्ति तत्र लङ् लकारे प्रत्ययः अस्ति तकारः, अपि च स प्रत्ययः यदा अस्ति लङ् लकारः एते द्वयोः प्रत्ययोः योजनविधिः कथं भवति इति प्रथमभागे दृष्टवन्तः. तत् द्वितीयभागे अस्मिन् करपत्रे तत् धातुभ्यः यदि सकारादिप्रत्ययः अस्ति तस्य योजनविधिः कथं भवति इति पश्यामः. तत्र तु सकारादिप्रत्ययः इत्युक्ते लङ् लकारस्य सकारः सप्रत्ययः विहाय अन्येषु स्थलेषु यदि सकारादिप्रत्ययः अस्ति तस्य योजनविधिः कथं भवति इति अस्मिन् करपत्रे अस्ति. तृतीयकरपत्रम् अस्ति हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां यदा योजनविधिः तत्रापि लङ् लकारस्य तप्रत्ययः विहाय अन्येषु स्थलेषु कथं भवति इति अस्ति. चतुर्थे करपत्रे हलन्तेभ्यः धातुभ्यः थकारादिप्रत्ययानां योजनविधिः न क्षम्यतां थकारादिप्रत्ययानां योजनविधिः. अतः तत्र प्रत्ययाः याः सन्ति तेषां योजनविधिः कथं भवति इति चतुर्षु करपत्रेषु इति अस्ति. तर्हि चतुर्षु अयं पाठः द्वितीयः. अत्र हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः लङ् लकारस्य सप्रत्ययस्य अतिरिच्य इति अत्र मार्गः षट् प्रकारः इति अस्ति. बहु समीचीनं भगिनि, धन्यवादः. तर्हि इदानीम् अत्र लङ् लकारस्य सकारः इति यः अपृक्तसंज्ञकप्रत्ययः अस्ति तस्य विषये चर्चा नास्ति, परन्तु अन्ये ये सकारादिप्रत्ययाः इत्युक्ते अपृक्तसंज्ञकान् विहाय तत्र कथं योजनवेदि इति अग्रे वयं पश्यामः. तर्हि किं मीना भगिनी अग्रे पठति वा? पठामि भगिनी. हलन्तधातुभ्यः सादिप्रत्ययः चेत् सकारादिप्रत्ययः चेत् अधः प्रदर्शिताः सम्भावनाः प्रथमविधिः तत्र चतुर्षु विभागेषु प्रथमविधिः तत्र हलन्तधातुभ्यः सकारादिप्रत्ययः चेत् अत्र लङ् लकारसकारविहाय येषु सर्वत्र स्मरणीयं यत् सकारः कर् प्रत्याहारे अस्ति, अतः बहुत्र करि च इत्यनेन चर्त्वसन्देहे प्रसङ्गः. सकारः झल् झल् प्रत्याहारे अस्ति, अतः यत्र यत्र झलि इति सूत्रेषु अनुवर्तते तत्र तत्र सकारे परे तस्य प्रसङ्गः. तत्र सकारः खर् प्रत्याहारे अस्ति अपि च झल् प्रत्याहारे अस्ति. यत्र खर् प्रत्याहारे अस्ति चेत् तत्र करिचय इति सूत्रस्य प्रसङ्गः भवति. यत्र जल् प्रत्याहारे आगच्छति चेत् तत्र झलि इति सूत्रेषु झलि च इति वा सूत्रं किं न जानामि, तत्र सकारे परे तस्य प्रसङ्गः भवति. झलि झलि च वा सूत्रं करि च अस्ति जल् प्रत्याहारे झलि परे बहूनि सूत्राणि सन्ति खलु नष्टपदान्तस्य झलि एवं रीत्या तत्र द्वितीयाध्याये यानि यानि सूत्राणि सन्ति झलि परे सकारः जल् प्रत्याहारे वर्तते इति कृत्वा झलि परे यानि सूत्राणि प्रसक्तानि तेषाम् अत्र प्रसङ्गः अस्ति वा इति द्रष्टुं शक्नुमः. सकारादिप्रत्ययः अस्ति, पूर्वं कीदृशवर्णः इति द्रष्टव्यं, तदनुगुणं सूत्रमायाति. तर्हि अत्र के के प्रसङ्गाः भवन्ति इति अत्र अग्रे दत्तमस्ति. एकं धातोः अन्तिमवर्णः ख ख घ घ कर् प्रत्याहारे अस्ति, च च झ जल् प्रत्याहारे अस्ति श श अनुनासिकवर्णविहाय वा येषु अन्यतमः चेत् तस्य वर्णस्य स्थाने ककारो भवति करि च इत्यनेन चोकुः इत्यनेन च शकारशकारयोः कृते षडोकसि अपि च नः दातुम् अतिरिच्य हकारस्य अपि ककारः भवति तत्र प्रथम निमित्तमस्ति तत् धातोः अन्तिमवर्णः कवर्गः अस्ति चेत् अनुनासिकवर्णविहाय चवर्ग च वर्ण अस्ति चेत् अपि च अनुनासिकवर्णविहाय शकारः शतालव्यशकारः अपि च मूर्धन्यशकारः एवम् अस्ति चेत् तस्य अन्तिम तेषु अन्तिम अन्यतम वर्णः अस्ति चेत् तस्य वर्णस्य स्थाने ककारः भवति खरि च इति सूत्रेण तदनन्तरं चोक्कुः इत्यनेन च अपि शकारशकारयोः षडोकसि तत्र शकारः अपि च शकारः ककारः भवति ककारः भवति षडोकसि इति सूत्रेण अपि च दातुम् अतिरिच्य हकारस्यापि ककारः भवति षडोकसि नः दातुम् अतिरिच्य हकारस्य ककारः भवति इत्युक्ते कथं हकारस्य ककारः भवति कथं हकारस्य षडोकसि इत्युक्ते झलिपरे हकारस्य होडः इत्यनेन ढकारः भवति तदनन्तरं षडोकः अस्ति ढकारस्य ककारादेशः भवति तत्र नस् धातुविहाय धातो अन्तिमो वर्णः न एकक्षणम् अत्र अस्मिन् बहु किमपि अस्ति किञ्चित् चिन्तनं कुर्मः इत्युक्ते कवर्गीयवर्णः अस्ति क ग घ इति अस्ति अनन्तरं सकारः इति प्रत्ययः वर्तते चेत् तदानीं किं भवति इति चेत् प्रथमतया तत्र खरिच इति एव आयाति तत्र ककारः प्रथमवर्णः आयाति क ख ग घ इति अस्ति चेत् जलः स्थाने चर् आदेशः भवति खरिपरे सकारः कर्वर्णः सकारादिप्रत्ययः खरि अस्ति अतः पूर्वं क क ग ग अस्ति चेत् ककारादेशः आयाति इदानीं छ छ ज झ इति अस्ति चेत् अत्र प्रथमतया सकारे परे सकारः जलि अस्ति चोहोकुः इत्यनेन तत्र ककारः आयाति कवर्गस्य वर्णः आयाति कवर्गस्य वर्णः आयाति चेत् तत्र क ख ग घ इति आयाति तर्हि पुनः खरि च इत्यनेन ककारः एव आयाति ओके तर्हि तालवे शकारः अस्ति तदनन्तरं सकारः अस्ति चेत् किं जायते सूत्रेण न तालवे शकारः अस्ति चेत् षडोः कः अस्ति इत्यस्य प्रसङ्गः नास्ति तालव्यसकारः अस्ति चेत् तत्र किं भवति तत्र यज राज चषांशः तालवे शकारः अस्ति चेत् मूर्धने शकारादेशः भवति झलिपरे अतः तालवे शकारस्य स्थाने मूर्धने शकारः आयाति यदा मूर्धने शकारः इति तदानीं षडोः कः अस्ति ककारः भवति इत्यनेन ककारः तर्हि अन्ततो गत्वा अत्र सर्वत्र अन्ततो गत्वा ककारः एव हकारान्तदातुः नः दातुं विहाय अन्य हकारान्तदातुः अस्ति चेत् तत्र होडः इति आयाति डकारः जलिपरे तदनन्तरं षडोः कः अस्ति इत्यनेन ककारः भवति सो करि च इति सूत्रेण ककारः भवति चवर्ग जल् प्रत्याहारः अस्ति तत्र च ज ज ञ अपि च फालोड् बै सकारः विहाय अनुनासिकविहाय च ज ज केवलं तत्र चोकुः इति सूत्रेण चकारः ककारः चकार खगगगगः भवति. तदनन्तरं षडौ तदनन्तरं करिच, तदनन्तरं करिच, प्रथम ककगग करिच, च च च झ, तत्र चोकुः, अनन्तरं करिच, षकार षकारयोः किं षकार षडोकस्य वा अस्ति चेत् व्रश्ज ब्रश्ज व्रश्च ब्रश्च सृज भ्रज, तत्र षकारः भवति, तदनन्तरं षडोकस्य भवति, कः भवति. सो त्रिषु स्थलेषु कवर्गं वा शवर्गं वा तालव्यषकार मूर्धन्यषकारः वा कः एव अवतिष्ठते. न धातोः विषये तत्र नहो दः इति सूत्रमस्ति खलु, तेन हकारस्य धकारः भवति तत्र. हकारस्य धकारः वा धकारः महाप्राणधकारः. अग्रे पठामि वा? न, इदानीम् अन्य कोऽपि पठतु. प्रत्येकं बिन्दुं स्वीकृत्य वयं पश्यामः. तर्हि सरस्वती भगिनी अग्रिमं बिन्दुं स्वीकरोति वा? आं भगिनि. धातोरन्तिमो अन्तिमो वर्णः तठ ढ तठ ढ एषु अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने सकारो भवति खरिच इत्यनेन, तदा सकारस्य ष्टुत्वम्. धातोः अन्तिमो वर्णः ध धकार चेत् तस्य वर्णस्य स्थाने ककारो भवति षडोः कः कि इत्यनेन, तदा सकारस्य षत्वम्. तर्हि धातोः अन्तिमवर्णः यदि तठ ड एते वर्णाः सन्ति चेत् तर्हि तस्य स्थाने तकार भवति खरिच, खरिचसूत्रेण तकार भवति. तदनन्तरं यदि खरिच इत्यनेन सकारस्य तदनन्तरं ष्टुत्वं भवति सकारस्य. यदि ढ अस्ति तर्हि तठ ड ड अभवत्, इदानीं ढ अस्ति चेत् षडोक अस्ति इत्यनेन सकार क भवति, ककार भवति, तदनन्तरं सकारस्य षत्वं भवति. ठड अभवत् एतावत्पर्यन्तम्. भगिनि वदतु वदतु, क्षम्यताम्. अग्रे वदतु किम्? अग्रे पठामि. अत्र एकक्षणम्, अत्र स्पष्टता अस्ति वा? एकक्षणं, तत्र किं जायते अत्र पुनः? हलो, श्रूयते वा? श्रूयते भगिनि. ओके ओके, मध्ये तत्र अन्य किमपि काल् आगतम् इति कृत्वा भग्नः जायते. अस्तु, तर्हि अत्र धातोः अन्तिमवर्णः ट ठ ढ इति अस्ति, अनन्तरं तत्र खर् वर्णः अस्ति सकारः, तर्हि तत्र खरिच इत्यनेन ट वर्गीयवर्णादेशः भवति, ट वर्णः आदेशः भवति. तदनन्तरं टकारः अनन्तरं सकारः इति कृत्वा टकारस्य प्रभावेन सकारस्य ष्टुत्वम् इति तु स्पष्टमस्ति. हा, इदानीं टवर्गस्य चतुर्थवर्णः अस्ति चेत् साक्षात् तत्र षडोः कः सि इत्यनेन सकारे परे ढकारस्य ककारादेशः भवति. ककारः अनन्तरं सकारः, ककारः इन्कोः इति अस्ति इति कृत्वा आदेशप्रत्ययोः इत्यनेन प्रत्यय अवयवरूपी सकारस्य सत्वम् अपि भवति इति अत्र क्रमः अस्ति. अस्तु अस्तु भगिनि, धन्यवादः. इदानीम् अग्रे अग्रिमं शोभा भगिनि, क्षम्यतां, तत्र नः धातोः नहो धः इत्यनेन धकारः आदेशः भवति, तस्मात् खरीच इति कार्यं करोति तकारः आगच्छतु, परन्तु ककारः कथम् आगच्छति भगिनि तत्र? न, नः धातोः विषये ककारः आगच्छति इति नोक्तम्, परे ककारः आगच्छति, तकारस्य परे ककारः तु नः धातोः विषये ककारः न आयाति, हकारस्य धकारः भवति, तदनन्तरं तत्र अग्रे खर्वर्णः अस्ति, अत्र झल्वर्णः अस्ति इति कृत्वा तकारः आयाति. तावदेव. ओके, ककारः न आगच्छति. अस्तु, ककारः तु न आयाति. अस्तु, तृतीयः बिन्दुः शोभाभगिनी. भगिनी, प्रथमं ष्टुत्वम् अनन्तरमेव करिच इत्यनेन खलु टकार धातोः अन्तिमवर्णः टकार टकार ढकार द्वितीयबिन्दु. यतोहि ष्टुनाष्टुः इति पूर्वकार्यमस्ति. आमामाम् इति क्रमस्य विषये चिन्तनं न कृतं. सत्यमेव, ष्टुनाष्टुः इति पूर्वसूत्रम् इति कृत्वा ष्टुनाष्टुः इति ष्टुत्वं प्रथमतया भवति, तदनन्तरं खरीच इति इत्युक्ते अत्र हा इति सत्यमस्ति, तत्तु अस्ति, तत्र तथा परिष्करणीयम्. इत्युक्ते खरीच इति सूत्रसङ्ख्या अन्ते अस्ति खलु, ष्टुनाष्टुः इति किञ्चित् पूर्वमस्ति. आमाम्, अतः सत्यमेव, तत्र सुनाष्टुः इति प्रथमतया सकारस्य श्रुत्वं, तदनन्तरं खरिच. परन्तु अत्र कार्यस्थलं भिन्नम् अस्ति, अतः कथञ्चित् करोति चेदपि प्रभावः नास्ति, परन्तु यद् भवति वदति तत् सत्यमेव. पूर्वत्र सिद्धम् इति अधिकारे अस्ति इति कृत्वा प्रथमतया श्रुत्वं करणीयं, तदनन्तरमेव तत्र चर्त्व. अस्तु, शुभं भगिनि. आं भगिनि, अग्रिममस्ति, धातोरन्तिमो वर्णः तथ दध एषु अन्यतमः चेत् तर्हि तस्य वर्णस्य स्थाने तकारो भवति खरिच इत्यनेन. इत्युक्ते तत्र तवर्गीयवर्णाः अन्तिम धातोः अन्तिमवर्णाः सन्ति चेत् खरिच इत्यनेन तत्र तथ दध इति तेषां तकारः एव आदेशरूपेण भवति. तर्हि तकारः भवति, तदनन्तरं तत्र अन्यत् वदनीयं वा भगिनि, इत्युक्ते तकारात् परं यत्किमपि अस्ति इति चेत् वा? भवति इदानीं धातोरन्ते तकारः अस्ति चेत् जलां झषन्त इत्यनेन तकारादेशः भवति. न न न, कुत्र कुत्र जलां झषन्ते? हा, एकक्षणं भगिनि, तत् धातोः अन्तिमवर्णः, हा इत्युक्ते इदानीं कार्यं न अभवत्, परप्रत्ययः न आगतं, धातोः अन्ते परप्रत्ययः अस्ति, सकारादिप्रत्ययः परः अस्ति धातोः अन्ते. हा, सकारादिप्रत्यये परे, अस्तु, तर्हि सकारे परि, हा अस्तु, क्षम्यतां, तर्हि सकारः परः अस्ति चेत् तत्र लङ्लकारे लङ्लकारः इति विषयः नास्ति अत्र. अस्तु, तर्हि तत्र तकारस्य तथा दध इत्येन इत्येतेषां दकारः भवति, तकारः एव खरिच इत्यनेन भवति, तकारः योगः सकारः. इदानीं सकारे परे किं सकारः झल्, एकक्षणं भगिनि, सकारः खर् प्रत्याहारे अस्ति, अतः खरिच इति भवति, चर्त्वसन्देहे प्रसङ्गः झ, हा तदेव, तदनन्तरं तत्र इदानीं सकारः अस्माकम् अभ्यासः लङ्लकारे तु लोपः अभवत्, तत्र तद् नास्ति, न लङ्लकारस्य प्रसङ्गः अत्र नास्ति. हा, तर्हि तावदेव, अन्यत् किमपि नास्ति, तावदेव खलु. अस्तु अस्तु, तावदेव, तत्र त त थ द ध इति अस्ति चेत् अनन्तरं सकारः वर्तते चेत् केवलं खरिच इत्यनेन चर्त्वं तत्र तकारः आयाति, तावदेव. अस्तु, अरुणा भगिनी, ध ध वर्णे परे सकारः भवति चेत् ध सूत्रमस्ति खलु, दीच दीच इति वा, धीच इत्यत्र धकारे परे सकारस्य लोपः किम्, तत्तु दहसि दुट् इति तत्तु भिन्नम् अस्ति खलु अस्तु किम् अरुणा भगिनी नमस्ते धातोर् धातोर् धातो अन्तिमवर्णः फेषु अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने पकारो भवति खरिजा इति सूत्रेण फकाराय खर्वर्णः अतः पकार आगच्छति फस्थाने सम्यक् अत्रापि यथा पूर्वम् अत्रापि सरलमेव अस्ति प फ ब फ इति अस्ति चेत् केवलं सर्त्वं पकारादेशः भवति समीचीनं भगिनि धन्यवादः तर्हि इदानीम् अग्रे किं सूर्यकुमारी भगिनी वदति वा तृतीयः न द्वितीयः बिन्दु एकवारं पश्यतु भगिनि इति अस्ति डकारे परे सकारः भवति चेत् डसि धुट् तत्र आगच्छति खलु धुडागमः तत्तु पूर्वसूत्रमस्ति किम् अस्ति सूत्रसङ्ख्या का सूत्रसङ्ख्या का डसि धुट् अष्टम अध्यायस्य तृतीयपादे ऊनत्रिंशत्तमं सूत्रम् दहसि दुट् पदान्तडकारात् इति अस्ति पदान्तं नास्ति खलु अत्र तु प्रक्रियावेला अस्ति अतः पदान्तडकारः नास्ति अतः दुटागमः नास्ति ओके हा समीचीनं चिन्तनं समीचीनमस्ति अत्र पदान्ते अस्ति चेत् सकारे परे प्रत्यये परे इति वक्तुं न शक्यते खलु यदि तादृशपदान्तडकारः अस्ति अनन्तरं सकारः अस्ति चेत् तत्र तु भवितुमर्हति परन्तु अत्र तु वार्ता तु प्रक्रियावेलायां यत्र प्रत्ययः सकारादिप्रत्ययः अस्तु इदानीम् अग्रिमः बिन्दुः सूर्यकुमारी भगिनी भगिनि धातुरन्तिमो वर्णः नकार मकार अनयोः अन्यतमश्चेत् तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति नच्चापदान्तस्य जलि इत्यनेन नकार मकार अनुनासिकवर्णः धात्वन्ते अस्ति चेत् परवर्णः सकारः जलिवर्णः जल्वर्णः अपदान्त अस्ति तत्र नश्चापदान्तस्य जले इत्यनेन प्रथमम् अनुस्वार भवति ओके तर्हि अत्र अनुनासिकवर्णेषु नकारमकारयोः ग्रहणम् इदानीम् अन्ये ये अनुनासिकवर्णाः सन्ति तेषां का गतिः णकारः मूर्धनि णकारः छ छ झकारः ङकारः कवर्गीयपञ्चमवर्णः कवर्गीयपञ्चमवर्णः टवर्गीयपञ्चमवर्णः अनन्तरं छवर्गीयपञ्चमवर्णः इत्येतेषां का गतिः सकारादिप्रत्ययपरे सकारादिप्रत्ययपरे तत्र अनुस्वरस्य यै परसवर्णः इति कार्यं न करोति खलु सकारः तु यै नास्ति स्तुनास्तुः कार्यं भवति तत्र कुत्र स्तुनास्तुकारः अस्ति चेत् स्तुनास्तुः धातुनि एव नास्ति ञकारः णकारः धातुनि एव नास्ति धातु एव नास्ति न धातोः अन्ते ञकारः तादृश ञकारः अस्ति वा कुत्रचित् अथवा धातोः अन्ते णकारः धातोः अन्ते णकारः तु भवितुमर्हति खलु धातुः एव नास्ति इति भवती ऊहां करोति वा दृष्ट्वा वदति वा वदामि अत्र अत्र एकः पङ्क्तिः अस्ति अत्र अपरेषु अनुनासिकान्तानां गतिः एवं ञकारः ञकारः कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः कुत्र अस्ति अग्रे कुत्रचित् पठति वा अग्रे पठति वा क्षम्यताम् ऐ डिण्ट् नो वेर् यु आर् सो ऐ वास् सर्चिङ्ग् सर्चिङ्ग् अग्रे अस्ति चेत् तद् त्यजतु अग्रे अस्ति चेत् त्यजतु तद् अग्रे वयं पठामः इदानीं मास्तु तत् इदानीं न्यकारादिधातुः तत्र लिखितं तथा लिखितमस्ति परन्तु अस्माभिः दृष्टं वा तादृशधातुः नास्ति इति इत्युक्ते धातोः अन्ते णकारः मूर्धन्य णकारः इति धातुः अस्ति भवितुमर्हति खलु कण् इति धातुः अस्ति खलु अस्ति खलु मूर्धन्यनकारः कण् इति अहं स्मरामि बहवः धातवः सन्ति खलु इति एव अहमपि चिन्तयामि मूर्धन्यनकारः तर्हि ण्यकारः ण्यकारः एकक्षणं ण्यकारः इति अस्ति वा ण्यकारः णकारः तु अस्ति कवर्गीयपञ्चमवर्णाः नास्ति भगिनि ण्यकारः नास्ति नास्ति ण्यकारः दृष्टं मया एकः धातु गुङ्ग् इति धातु अस्ति भगिनि गुङ्ग् ङकार कवर्गीयपञ्चमवर्ण गाङ्ग् कुटादिभ्यो निन्नित् गाङ्ग् इति धातु खलु अस्ति भगिनि अस्ति ण्यकारः गाङ्ग् इति अस्ति सत्यं ण्यकारः पञ्च कवर्गीयपञ्चमवर्णः वदति वा कवर्गीयपञ्चमवर्णः तु न परन्तु कवर्गीयपञ्चमवर्णः अस्ति भगिनि गाङ्ग् परन्तु तत्र ङकारः लुप्यते खलु लुप्यते खलु गुङ्ग् गुङ्ग् अपि अस्ति गाङ्ग् गुङ्ग् डीङ्ग् डीङ्ग् डीङ्ग् अस्ति खलु भगिनि जायते न परन्तु सर्वत्र ङकारः लुप्यते खलु ओ ओ अस्तु अस्तु अस्तु आम् आम् आं भगिनि हौद् इत् वर्ण इत् वर्ण एव अस्तु अस्तु तत्र णकारादिधातुः णकार अणकारादि मूर्धने णकार तु तर्हि कवर्गे पञ्चमवर्णः तु नास्ति आम् आम् टवर्गे पञ्चमवर्णीयधातुः किमपि अस्ति वा टवर्गे पञ्चमवर्णधातुः बहवः धातवः सन्ति ण कण् इति धातुः अस्ति इदानीं शवर्गीय पञ्चमवर्णः नास्ति भगिनि नास्ति खलु तर्हि कवर्गीयपञ्चमवर्णः चवर्गीयपञ्चमवर्णः तु नास्ति नास्ति परन्तु न मूर्धन्य णकारान्तधातुः तु अस्ति ओके तर्हि इदानीं तादृशधातुः नास्ति इदानीं मूर्धन्य णकारान्तधातुः अस्ति चेत् तत्र किं भवति परः सकार अस्ति स्तुनास्तुः इत्यनेन अष्टुनाष्टुः इत्यनेन सकारस्य मूर्धने षकारः तदनन्तरं करीच इत्यनेन षकारः खर्वर्णः अस्ति खलु खर्वर्णः अस्ति तर्हि तत्र पुनः तत्र किं टकारः आयाति वा टकार आयाति जलवर्णकः नास्ति तत्र क्षम्यतां किं मूर्धन्यनक मूर्धन्य णकारः जलवर्णः जल् नास्ति खलु अतः करीच इति का श्रुत्वं श्रुत्वं कार्यं करोति तदनन्तरं करीच कार्यं न करोति यतोहि तत्र णकारः जलिन जलवर्णः नास्ति खलु तर्हि णकारः तथैव तिष्ठति अग्रे तत्र षकारः इति भवति खलु संयोगान्तस्य लोपो भवति वा तत्र न तत्र संयोगान्तस्य लोपः पदान्ते पदान्ते अस्ति चेत् इति वा णकारसकारयोः संयोगः इति वदति वा इत्युक्ते संयोगान्तस्य लोपः इति वक्तव्यं चेत् आदौ एव वक्तव्यं खलु इत्युक्ते केवलं सकारः इति प्रत्ययः नास्ति खलु भगिनि अपृक्तसंज्ञकः नास्ति अत्र सकारस्य अनन्तरम् अन्यवर्णः भवति, अतः तत्र संयोगान्तस्य लोपः इत्यस्य प्रसङ्गः नास्ति, पदान्ते नास्ति संयोगः। तर्हि पूर्वं णकारः अनन्तरं षकारः, इदानीम् अन्यत् किमपि प्रसक्तमस्ति वा? णकारः षकारः सेट् धातवः सन्ति, अतः इडागमः भूत्वा तत्र कार्यं भवति। इडागमः भवति खलु, सकारादिप्रत्ययः अस्ति चेत् इडागमः भवितुम् अर्हति। इदानीम् इडागमरहितः प्रत्ययः इति चिन्तयतु, तत्रैव हल् सन्धिः खलु। इडागमः अस्ति चेत् हल् सन्धेः प्रसङ्गः नास्ति खलु, प्रायः न भवति भगिनि, तत् विक्रणप्रत्ययः मध्ये आगच्छतु इति प्रायः, तस्मात् नकारः न भवतु इति चिन्तयामि। न कण् इति धातुः सेट् इति वदति वा? न दृष्टं, पश्यामि। इत्युक्ते सकारादिप्रत्ययः कश्चन प्रत्ययः भवति खलु, अत्र सकारादिप्रत्ययः इति यथा तत्र कण् चङ्कण् इति धातुः, चङ्कण् योगः सि, तत्र चङ्कण् योगः सि, चङ्कण् सि इति भवति वा? चङ्कण् योगः सि, सि तत्र इडागम नास्ति। चङ्कण् योगः, चङ्कण् योगः षि, चङ्कण् षि णकार षकार तथैव तिष्ठति, तस्य परिवर्तनं नास्ति। चङ्कण् षि यङ्लुकि कण् धातोः यङ्लुगन्तरूप धातुः अस्ति चङ्कण्, तत्र सि इति प्रत्ययः, मध्यमपुरुषे एकवचने लटि सि इति प्रत्ययः, तिप्तस्जि सिप् सि इति प्रत्ययः। तर्हि तत्र केवलं सकारस्य स्तुत्वं स्तुनाष्टुः चङ्कण्सि इति रूपम्, अन्यत् किमपि नास्ति तत्र। अतः णकारः अस्ति चेत् केवलं स्टुनाष्टुः इत्येव भवति। कवर्गस्य पञ्चमवर्णः, चवर्गस्य पञ्चमवर्णः, तादृशधातुः नास्ति यस्य अन्ते अस्ति, णकारः तु वर्तते, तत्र कार्यं भवति। अस्तु अस्तु भगिनि, धन्यवादः। तर्हि इदानीं पद्मनाभन् महोदय अग्रे पठति वा? धातोः अन्तिमवर्णः यकारः। अस्ति वा महोदय, पद्मनाभन् महोदय? अस्तु, तर्हि उषा भगिनि वदतु। धातोः अन्तिमः वर्णः यकारः चेत् तस्य लोपः भवति लोपो वियोर्वलि इति सूत्रेण, वकारान्तस्य हल् सन्धि अवसरः नास्ति। अस्तु, धातोः अन्तिमवर्णः यकारः अस्ति, परः सकारः अस्ति, सकारः अस्ति चेत् सकारः वल्वर्णस्य मध्ये अस्ति, वल्वर्णप्रत्याहारे अस्ति इत्यनेन लोपो वियोर्वलि इत्यनेन धातोः अन्तिम यकारः लोपः भवति, वकारयकारयोः लोपः भवति। वकारान्त धातुः अस्ति चेत् हल्सन्धि अवसरः नास्ति, वकारस्य अपि लोपः खलु, वकार व्योः वलि, लोपः व्योः वलि, वल् प्रत्याहारे अस्ति सकारः, किमर्थं वकारान्तस्य हल्सन्धि अवसरः नास्ति? इत्युक्ते वकारान्तधातुः अस्ति चेत् अन्यत् किमपि कार्यं तत्र भवति। ओ अस्तु, इति कृत्वा यतोहि वकारान्तधातुः अस्ति चेत् तत्र किम् अस्ति, चोः शूडनासिकेच इति सूत्रमस्ति, तं रालोपः इति सूत्रमस्ति। ओ आम् आम् आं भगिनि, तत्र वकारस्य ऊड चोः शूडनुनासिकेच इति कृत्वा तत्र अङ्गकार्यं भवति इति कृत्वा लोपो वियोगलि इत्यस्य अवसरः नास्ति। अस्तु अस्तु, अवगतम्। अस्तु, समीचीनं समीचीनं। तर्हि इदानीम् अग्रे इदानीं पठामि वा? आमां पठतु महोदय। धातोरन्तिमवर्णः लकारौ वा रेपो वा चेत् तस्य विकारः नास्ति। यदि धातोः अन्ते लकारः वा रेपः वा अस्ति चेत् तत्र विकारः नास्ति। एवम् उत्तरम् उक्तमस्ति। आमां धातोः अन्ते लकारः वा रेपः अस्ति चेत् तत्र तस्य परिवर्तनार्थं किमपि सूत्रं नास्ति अत्र तदेव तिष्ठति अस्तु कोऽपि कार्यं नास्ति ओके अग्रिममपि स्वीकरोतु धातोरन्तिमो वर्णः सकारः चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम् आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति सः स्यात् स्यार्ध स्यात् सः स्यार्धधातुके इत्यनेन धातोः अन्तिमवर्णः सकारः चेत् सार्वधातुकप्रत्यये तस्मात् परे केवलं वर्णमेलनम् आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति सः स्यात् आर्धधातुके इत्यनेन अत्र लिखितमस्ति यदि सकारः अन्तिमवर्णः सकारः अस्ति सकारात् परं सार्वधातुकप्रत्यये परे तत्र वर्णमेलनमेव भवति परन्तु सकारात् परे आर्धधातुकप्रत्यये परे तस्यां स्थित्यां तका धात्वङ्गसकारस्य स्थाने तकारादेशः भवति अत्र सकारस्य स्थाने तकारः भवति सः स्यार्धधातुके इत्यनेन तत् सूत्रम् अग्रे पठामः इति अस्ति अत्र पूर्वं सकारः अनन्तरं सकारः आर्धधातुकप्रक्रियायां तर्हि पूर्वतनसकारस्य तकारादेशः भवति अस्तु समीचीनं धन्यवादः तर्हि अन्तिमः अत्र किं लक्ष्मीभगिनी स्वीकरोति वा आं भगिनि नमस्ते भगिनि नमस्कारः पठामि धातुः अन्तिमवर्णः हकारः चेत् नः धातुम् अतिरिच्य हकारस्य ककारादेशः होढः षठोकसि अथवा दादेर्धातोर्घः खरि च अत्र धातुः अन्तिमवर्णः हकारः चेत् नः धातु विहाय प्रथमं तु होढः इत्यनेन हकारस्य ढकारादेशः परं षठोकसि इत्यनेन निमित्तं किं तत्र कुत्र भगिनि होढः इत्यत्र होढः होढः इत्यत्र तु झलीपरे हकारस्य ककारादेश किं भवति होढः इत्यनेन हकारस्य ढकारादेशः भवति प्रथमं झलीपरे अत्र पदान्ते नास्ति अपदान्ते अस्ति तदपि झलीपरे ढकारादेशः परं षडोकसि सूत्रेण ढकारस्य ककारादेशः इति भवति अथवा दादेर्धातुर्घः इत्युक्ते तादृशधातुः तस्य आदौ दकारः अन्ते हकारः अस्ति चेत् दादेर्धातुर्घः इत्यनेन प्रथमं तु घकारादेशः स्यात् हकारस्य परं खरिच इति सूत्रेण ककारादेशः भवति घकारस्य इति अत्र लिखितम् उभयता अपि ककारः एव अन्ततो गत्वा हा अन्ततो गत्वा ककारः एव भवति हकारस्य न दातुं विहाय अस्तु समीचीनं न दातुं विहाय हा अत्र इति सर्वे प्रसङ्गाः अत्र दत्ताः इति मन्ये केवलम् अत्र नकारस्य विषये न दत्तं परन्तु अन्येषां सर्वेषां विषये अत्र दत्तं खलु भगिनी प्रश्नः वेर् आर् यु रीडिङ्ग् बिकास् ऐ कुड् नाट् लोकेट् द एक्साक्ट् बिगिनिङ्ग् आदौ ओ रियलि ऐ एम् लुकिङ्ग् आल् ओवर् द प्लेस् थैंक यू वेरी मच ओके इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा भगिनी किं विहाय अत्र लिखितम् इति उक्तवती भगिनी अत्र णकारः मूर्धनी णकारः तस्य विषये न उक्तं खलु कवर् इत्युक्ते अत्र सर्वेषां वर्णानां ग्रहणम् अस्ति वा इति एकवारं वयं पश्यामः चेत् अत्र सकारः अपि अस्ति ष ष स इति अस्ति अनन्तरं हकारः अपि अस्ति अनन्तरं सर्वे वर्गीयव्यञ्जनानि सन्ति हा अनुनासिकान् विहाय यर ल व इति अपि अस्ति अनुनासिकवर्णेषु कवर्गस्य पञ्चमवर्णः च वर्गस्य पञ्चमवर्णः तादृशः धातुः धात्वन्तः नास्ति णकारान्तधातुः तु लभ्यते तर्हि तत्र किं भवति इति लेखनीयम् अस्ति खलु आम् आम् भगिनि, नकारान्तस्य विषये वयं वदामः चेत् समग्रं भवति तदानीम्। अपि च अत्रैव वयं लेखितुं शक्नुमः ङकारान्तधातुः ञकारान्तधातुः नास्ति इति। तर्हि अत्र समग्रचिन्तनं सर्वम् एकत्र जायते, समीचीनं भवति। अस्तु, सम्यक्। तर्हि इदानीं विजयलक्ष्मी भगिनी अग्रे स्वीकरोति वा कवर्गः चवर्गः? कवर्गः चवर्गः षकारः षकारः धातोः अन्तिमो वर्णः क ख ग घ च छ ज झ ष ष एषु अन्यतमः चेत् तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति। अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्ययोः इति सूत्रेण। तदा ककारषकारयोः मेलनेन क्ष इति भवति। अत्र पूर्वं नवबिन्दवः पठितवन्तः, तत्र कवर्गस्य विषये च वर्गस्य विषये षकारान्त धातोः विषये अपि च षकारान्तधातोः विषये किं भवति इति दृष्टवन्तः। सर्वे अन्ततो गत्वा ककारः इत्येव तिष्ठति सर्वत्र। अपि च प्रत्ययस्य आदौ सकारः भवति चेत् तस्य आदेशप्रत्ययोः इति सूत्रेण षकारादेशः भवति, ककारषकारयोः मेलनेन क्ष इति भवति। उदाहरणानि पठानि वा भगिनि? एकं स्वीकरोतु, एकम् उदाहरणद्वयम्। अस्तु, अत्र शक् इति धातुः लृट् लकारे स्यति इति सकारादि प्रत्ययः स्य इति भवति। तत्र शक् इत्यस्य ककारः एवमेव ककारः खरिच इत्यनेन ककारः एव तिष्ठति। अपि च स्यति इत्यस्य सकारस्य आदेशप्रत्ययोः इति सूत्रेण सकारस्य षकारादेशः भवति, शक्ष्यति इति रूपं सिद्ध्यति। अग्रिममपि स्वीकरोमि वा भगिनि? आम्, अग्रिममपि स्वीकरोतु। लेलेख् इति यङ्ग् लुगन्तं वा भगिनि? आमां, यङ्ग् लुगन्त लिख् धातोः, लिख् धातोः लेलेख् इति वस्तुतः लेलिक् इति धातुः, लेलिक् योगः सि, लेलिक् योगः सि, तत्र गुणकार्यं भूत्वा लेलेख् इति भवति। लेलेख् योगः सि, इदानीं सकारादिप्रत्ययः अस्ति अतः खरि च इत्यनेन खकारस्य ककारादेशः भवति। लेलेख् योगः सि आदेशप्रत्ययोः इत्यनेन सकारस्य षकारादेशः भवति, लेलेक्षि इति रूपं सिद्ध्यति। बहु समीचीनम्। सर्वत्र समानरीत्या कार्याणि, तत्र आदेशप्रत्ययोः प्रथमं भवति खलु? आमामां, शर्त्वात् पूर्वम् आदेशप्रत्ययः, आदेशप्रत्ययो तृतीय अध्याये अस्ति, अतः सत्यम् आदेशप्रत्ययोः प्रथमं, तदनन्तरं शर्त्वं, अनन्तरं चर्त्वम्, अनन्तरं लेलेक्षी इति भवति। सत्यं, हा, महाप्राणककारः अपि निमित्तं कवर्गीयवर्णः अस्ति इति कृत्वा निमित्तम्। सर्वत्र एवमेव अस्ति, तत्र प्रथमतया आदेशप्रत्ययो तदनन्तरं चर्त्वम् इति एव वक्तव्यं, परन्तु किञ्चित् भिन्नरीत्या दत्तमस्ति वस्तुतः, यतोहि अत्र भिन्नरीत्या कुर्मः चेत् अपि भेदः नास्ति, परन्तु यद् भगिनी वदति समीचीनमेव, पूर्वत्र सिद्धम् इत्यनेन प्रथमतया तत् करणीयम्। ओके अस्तु भगिनी, धन्यवादः। इदानीं किं सर्वैः उक्तं वा? अत्र पुष्पा भगिनी वक्तुमिच्छति वा? अस्तु तर्हि वंशी भगिनी अग्रे गच्छतु। तत्र उदाहरणानि पठामि वा? आमां, तत्त्वं योगः सि, तत्त्वं योगः सि, तत्त्वं योगः शि, तत्त्वं ति इति अस्ति। तत्रापि तत्त्वम् इति कवर्गीयवर्णः अन्ते अस्ति, सकारादि प्रत्ययः अस्ति, तत्रापि प्रत्ययस्य किङ्कोः इत्यनेन तत्र इन्कोः कवर्गीयवर्णः परे अस्ति इति कारणात् सकारस्य सत्वं भवति, अतः तत्र हि इति भवति। तस्मात् खरीच इत्यनेन षकारः गकारः ककारः भवति, प्रथमवर्णः आयाति। तात्वं ककारः षकारयोः मेलनेन तात्वं हि इति रूपं भवति। अग्रे अपि पठामि वा भगिनि? अग्रे पठतु। जाघघ् योगसि, जाघघ् योगसि, तत्र तु तत्र प्रथमं तत्र आदेशप्रत्ययोः इत्यनेन सकारस्य सत्वं भवति, तस्मात् गकारः अस्ति तत्र, गकारस्य छत्वं, हा छत्वमित्रेण तत्र जाघघ् इति भवति, जाघघि जाघक्षि इति रूपं भवति। लालङ्घ् योगसि, तत्रापि समानरीत्या तत्र गकारः अन्ते अस्ति इति कारणात् लालङ्घि इति रूपम्। वच् योगसि, तत्र वच् योगः इत्यस्मिन् अपि तत्र प्रथमम् आदेशप्रत्यय चोः कुः पूर्वसूत्रमस्ति इति कारणात् तत्र प्रथमं चोः कुः इति कार्यं करोति, अतः तत्र चकारस्य स्थाने ककारः आदेशः भवति, तस्मात् निमित्तम् आगतम् इति कारणात् इन्कोः इति निमित्तमस्ति सकारस्य षत्वं षत्वं कर्तुम्, अतः तत्र सकारस्य षत्वं भवति, वक्षि इति रूपं भवति। प्रच्छायोगः स्यति, तत्रापि तत्र प्रच्छा इति तत्र चकारः तुगागमः इत्यनेन चकारः प्रकृति प्रच्छिति धातुः अस्ति, परन्तु तत्र तुगागमः भूत्वा चकारः आगच्छति इति चिन्तयामि, सत्यं वा भगिनी? तत्र धातुः एव प्रच् खलु, धातुः एव प्रच्छ, तुगागमः इति किमपि नास्ति, धातुः प्रच्छ। तर्हि तत्र प्रक् कथं भवति चोपुः इति, परन्तु चकारः चकार न, तत्र वस्तुतः वस्तुतः तत्र प्रच्छयोगः स्यति इत्यत्र झलिपरे तत्र चोः षूडननासिके च इत्यनेन चकारस्य लोपः, तालवे शकारः, तालवे शकारः, तदनन्तरं तत्र ई क्रमेण चिन्तनीयं, तदनन्तरं भ्रष्टभ्रष्ट इत्यनेन मूर्धन्यशकारः, तदनन्तरं षडोः कहसि इत्यनेन ककारः। अस्तु, परन्तु चकारः चकारः चकारद्वयमस्ति किल, एकं तु तुक्सहित तुक्सहितचकारस्य तालवे चकारादेशः ध्वनिपरे। सत्यं सत्यं, ओके, सः भवति खलु भगिनि? किं चकार तु तुक्सहितचकारस्य स्थाने सः भवति शकारः, तालवे शकारः, तालवे शकारः, मूर्धन्यशकारः भगिनि? न न, तालवे शकारः, तालवेशकः, चोः शूडानसिके च इत्यनेन तालवेशकारः, किं वदति? ओ तालवेशकारः, अनन्तरं भ्रश्च भ्रश्च इति सूत्रेण शकारः तत्र शकारस्य स्थाने मूर्धन्यशकारः। शूड् शूड् इति अस्ति खलु, शकारः ऊट्, अतः तत्र तुक्सहितचकारस्य स्थाने तालवेशकारादेशः, तदनन्तरं वृश्चभ्रश्च, हा वृश्चभ्रश्च इत्यनेन जलिपरे तालवेशकारस्य मूर्धनेशकारादेशः, षडोकस्येन तस्मात् ककारः आदेशः भवति अतः प्रक् इति भवति, प्रक्योगः स्यति, अधुना तु निमित्तमागतम् इति कारणात् आदेशप्रत्ययो भवति शब्दं भवति, प्रक्योगः प्रक्ष्यति इति भवति, योज्योगः न धन्यवादः भगिनि, इदानीम् अन्य कोऽपि करोतु, तत्र मीना भगिनी अग्रे करोतु, धन्यवादः, सम्यक् प्रच्योगः स्यति इति सर्वैः बुद्धं वा, अत्र संशयः अस्ति वा, तुक्सहितचकारस्य तालवेशकारादेशः जलादिप्रत्यये परे स्वोः षूड् अनुनासिके च, तर्हि तुक्सहितचकारस्य स्थाने तालवेशकारः, इदानीं तालगेशकारः प्रच्योगः स्यति, तर्हि सकारः जलि अस्ति जलिपरे व्रश्च भ्रश्च सृजमृज यज राज राज च शांसः, इत्यनेन तालवेशकारस्य मूर्धनेशकारः प्रश् योगः स्यति, इदानीं षडोः कः सि सकारस्य ककारादेशः सकारे परे अतः प्रक्योगः स्यति आदेशप्रत्ययोः, इत्यनेन सकारस्य षत्वं पूर्वं ककारः अस्ति इति कृत्वा प्रक्ष्यति प्रक्ष्यति इति रूपम्, प्रथमसूत्रं किं किं भगिनि, प्रथमसूत्रं श्वोः श्वोः षूड् अनुनासिके च, तत् सूत्रं किं वदति इति चेत् अङ्गकार्यं तुक्सहितचकारस्य तुक्सहितमहाप्राणचकारस्य स्थाने तालवेशकार आदेशः भवति जलादिप्रत्यये परे, सप्रश् भवति तदनन्तरं प्रश्यति तदनं प्रश्च प्रश्च इति सूत्रेण प्रश् भवति तदनन्तरं षडोकस्य इति प्रक् भवति न, तत्र मतभेदः अस्ति भगिनि, किति निति परे इति एव न, अत्र जलादिप्रत्ययपरे इति वयं स्वीकुर्मः, तत्र मतभेदः अस्ति, अत्र भाष्यकारः वदति वस्तुतः अस्मिन् करपत्रे एव अस्य विषये चर्चा अस्ति, अग्रे अन्ततो गत्वा तत् पश्यामः, अत्र जलादि इति वक्तुं शक्नुमः, जलादि किति निति इति वक्तुं शक्नुमः, अथवा जलादि इति वक्तुं शक्नुमः, अत्र तु जलादि इति वयं वदामः, अस्माकं वर्गेषु जलादि इति वयं वदामः, किति निति इति अपि वदामः, यदि किति निति इति वदति तर्हि अत्र तु कार्यं न भवति, यतोहि स्यति इति किति निति नास्ति, तर्हि तुक्सहितचकारस्य स्थाने मूर्धन्यषकार आदेशः साक्षात् व्रश्च व्रश्च इत्यनेन वक्तव्यं भवति, तर्हि अपि समानप्रक्रिया, केवलं मध्ये एकं सोपानं नास्ति खलु, अस्तु मीना भगिनि अग्रे, योज्योगः स्यति तत्र केवलं चोक्कुः किल चोक्कुः योग योगः स्यति तदनन्तरम् आदेशप्रत्ययः सूत्रेण योगष्यति योक्ष्यति योग इदानीं गकारः इदानीं पुनः गकारः अस्ति चेत् योग योक्ष्यति इति न भवति तत्र तत्र पुनः चर्त्वं वक्तव्यं योज योग भवति च चोक्कुः तत्र तदनन्तरं चर्त्वं योग भवति आदेशप्रत्ययः सूत्रेण ष्यति भवति योक्ष्यति जा या या जर्ज् योगः सि या जर्ज् या नासि जा जर्ज् या जर्ज् या नासि भगिनि यकारः न जा जा जर्ज् मम न तत् परिष्कृतमस्ति जा जर्ज् इति अस्ति तत् मुद्रणदोषः या नास्ति भगिनि जा जा जर्ज् तत्र चोकुः इति सूत्रेण जकारः स्थाने घकारः भवति या जा जर्ग् भवति तदनन्तरं किं सूत्रं आदेशप्रत्ययः तत्र सकारकषकारः भवति या जर्ग् वचोक् इति सूत्रेण तदत्र या जक् चोहकुः इति उक्तवती खलु तर्हि तत्र गकारः आगतम् इदानीम् आदेशप्रत्ययोः तदनन्तरम् किल करिच सर्वत्र समानप्रक्रिया भेदः नास्ति करिच आदेशप्रत्ययः जर्क्षि क्रोश् योगः स्यति शकारः अस्ति तत्र शकारः क्रोश् शकारः किं भवति भगिनि क्रोश् व्रश्चभ्रश्च इति सूत्रेण क्रोश् भवति तदनन्तरं क्रोश् भवति ष्टुनाष्टुः वा न मूर्धने सकारः अस्ति अनन्तरं सकारः अस्ति चेत् किं भवति षडोकसि षडोकसि श्रोक् भवति धन् आदेशपद्यो श्रोक्ष्यति क्रोक्ष्यति क्रोक्ष्यति कर्ष् कर्ष्यति शकारः अस्ति षडोकस्ति कर्क् कर्क् स्यति तादृश आदेशप्रत्ययः ष्यति कर्क्ष्यति षडोकस्ति आदेशप्रत्ययः ओके अस्तु समीचीनम् अस्तु भगिनि धन्यवादः इदानीं सरस्वती भगिनी अग्रे अस्तु कख गघ क भव ककार भवति प्रत्ययस्य प्रथमवर्णः स स द स चेत् हल् सन्धिः भवति इति उक्तम् तेषु वर्णेषु सकार थकार सकार च खर् प्रत्याहारे सन्ति अतः तेषु वर्णेषु परेषु खरि च इत्यनेन चत्वसन्धिः तत्तत् वर्गस्य प्रथमादेशः भवति अत्र सादिप्रत्ययः परः अस्ति अतः चत्वसन्धिः भवतु तर्हि यदि प्रत्ययस्य आदिमवर्णः अस्ति सकार थकार धकार सकार तर्हि हल् अत्र शीर्षकं किञ्चित् परिष्करणीयं खलु अस्तु तर्हि शीर्षकं केवलं हा तर्हि पुनः सकार थकार सकार अस्ति चेत् खर् प्रत्याहारे अपि सन्ति अतः खरि च इति भूत्वा तत्र चत्वसन्धिः भवति चत्वसन्धिः इत्युक्ते वर्गस्य प्रथम आदेशः यदि आं तदेव अस्ति अत्र सादिप्रत्ययः सकार आदिप्रत्ययः परः अस्ति चेत् पुनः खर् खर्मदे आगच्छति अतः चत्वसन्धिः भवति तत्र अग्रे पठामि किं भगिनि न परन्तु अत्र शीर्षकं सम्यक् एव अस्ति भगिनि अत्र यद्यपि प्रथमतया तद् दत्तम् अग्रे तु उदाहरणानि तुकवर्गस्य उदाहरणानि खलु त्यक्ष्यति उदाहरणानि तत्र प्रत्ययस्य विषये वदति अत्र प्रत्ययस्य प्रत्ययस्य प्रथमवर्णः धातोः अन्ते क क ग ग अस्ति अस्तु तर्हि धातोः अन्तिमवर्णः कख गघ अस्ति परन्तु प्रत्ययस्य प्रथमवर्णः तथ द सकार एवमस्ति अग्रे पठामि किं भगिनि आमां पठतु पठतु आं पठतु तर्हि तस्मात् पूर्वं किन्तु आदेशप्रत्ययोः इत्युक्ते अष्टमाध्यायस्य तृतीयपादस्य एकोनषष्टितमसूत्रमस्ति इत्यनेन कवर्गीयवर्णात् परस्य प्रत्यय अवयवस्य सकारस्य सत्वादेशः भवति. तर्हि आदेशप्रत्ययोः अश्रम त्रिपाद्यामेव अस्ति, परन्तु खरीच तस्मात् अनन्तरमस्ति. अतः प्रथमं तु आदेशप्रत्ययोः कार्यं करोति. कार्यस्थलं तु भिन्न अस्ति, परन्तु क्रमेण वयं क्रमेण अस्माभिः गन्तव्यम्. अतः आदेशप्रत्ययोः अस्य कार्यं प्रथमं भवति. आदेशप्रत्ययो इत्यनेन सकारस्य षत्वादेशः भवति, तदनन्तरं खरीच कार्यं करोति. यतोहि परत्रिपादीसूत्रमस्ति, अतः तस्य कार्यं पूर्वं कुर्मः चेत् तत् असिद्धं भवति. अतः उदाहरणरूपेण त्यग् योग सति तत्र दत्तमस्ति. तर्हि गकार अस्ति, सकार अस्ति, तर्हि खर् वर्णः अनन्तरमस्ति, परन्तु प्रथमं तु वयम् आदेशप्रत्ययो अस्य इत्यनेन कार्यं कृत्वा सकारस्य स्थाने षकारः आदेशः कृत्वा तत्र त्यग्योगक्षति कुर्मः. तदनन्तरमेव खरीच इत्यनेन गकारस्य स्थाने ककार आगच्छति, त्यक्योगक्षति. तदनन्तरं कषसंयोगेन क्ष कुर्मः, तदनन्तरं त्यक्षति भवति. एवमेव धोग् योगस्ति, पुनः खर् अस्ति अनन्तरं, परन्तु प्रथमं तु वयम् आदेशप्रत्ययोः वयं कुर्मः. अतः सकारस्य षकारः भवति, अतः सि षी भवति, धोग् योगशि. तदनन्तरं खरी च कुर्मः, तत्र गकारस्य स्थाने ककार आगत्य धोक् योगशि भवति, कषयोगेन धोक्ष भवति, धोक्षि भवति अन्तिमरूपम्. आमामां, समीचीनं, सम्यक् सम्यक् अस्ति. अत्र सर्वत्र वयं पश्यामः चेत् प्रक्रिया समानरीत्या प्रचलति खलु. अत्र कतिचन सूत्राणि एव सन्ति, समानरीत्या अत्र प्रचलति. तर्हि इदानीम् आदेशप्रत्ययोः इति सूत्रं, तर्हि अत्र किं लक्ष्मीभगिनी पठति वा? आं भगिनी, पठामि. आदेशप्रत्ययोः इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवः वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः भवति. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेन्द्रतमः इत्यनेन ट ठ ड ढ ण ष इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम् अतः षकारस्य एव आदिष्टः भवति. नुम् विसर्गः शर् प्रत्याहारस्य वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः इ उ ऋ ऋ ए उ ऐ औ ह य व र ल. अस्य कार्यस्य नाम षत्वविधिः. आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः षष्ट्यन्तम् एकपदम् इदं सूत्रं सहे साङ्गः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः. नुं विसर्जनीय शर्व्यवायेपि इत्यस्य पूर्णा अनुवृत्तिः. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. इण्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इण्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीय शर्व्यवायेपि. आदेशप्रत्ययोः इति सूत्रस्य अर्थः एतादृशं भवति. सकारस्य स्थाने षकारादेशः इति विधिः अस्ति. कदा भवति इति चेत् इन् प्रत्याहारात् अथवा कवर्गीयव्यञ्जनात् परे अपदान्तः सकारः अथवा आदेशरूपी प्रत्ययावयवः सकारः अस्ति चेत् षत्वं भवति इति इदं सूत्रं वदति. अत्र मूर्धन्य षकारः आदेशः यथा भवति अत्र स्थानेन्द्रतमः इति सूत्रेण षत्वस्य नैकट्यम् अत्र मूर्धन्यवर्णेषु षत्वस्य नैकट्यम् अस्ति इति स्थानेन्द्रतमः इति सूत्रेण निर्णयः जायते इति उक्तम्। अपि च अत्र निमित्तम् एकं तु इन् कोः अस्ति, इन् प्रत्याहारस्थवर्णाः वर्णेषु अन्यतमः अथवा कवर्गीयवर्णेषु अन्यतमः भवति। अत्र इन् इत्यत्र इ इत्यस्मात् आरभ्य लपर्यन्तं लण् पर्यन्तं ये वर्णाः सन्ति तेषां तेषां सर्वे वर्णाः ते सर्वे वर्णाः अन्तर्भूताः। अपि च अत्र अनुवृत्तिसहितसूत्रमस्ति, इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीयशर्व्यवायेपि। अपि च अत्र नुं विसर्गः शर् प्रत्याहारसवर्णेषु अन्यतमः मध्ये भवति चेदपि षत्वं भवति इति अपि अत्र उक्तम्। अपदान्ते एव कार्यं भवति। समीचीनं, तर्हि अपदान्तसकारः अपदान्तप्रत्यय अवयवरूपी सकारः अथवा आदेशरूपी सकारः, अपि च पूर्वं निमित्तम् इन् प्रत्याहारस्थः वर्णः अथवा कवर्गीयवर्णः, अपि च एतयोः मध्ये व्यवधाने नुं विसर्जनीयशर्व्यवाये अपि नुं भवितुमर्हति, विसर्गः भवितुमर्हति, शर् प्रत्याहारस्थः वर्णः अपि भवितुमर्हति, तथापि षत्वं भवति। यथा तत्र अट्कुप्वाङ् नुं व्यवाये अपि इत्यत्र वयं पश्यामः, दन्त्यनकारः रेपः अनयोः मध्ये व्यवधाने अट् प्रत्याहारस्थः वर्णः कुप् आङ् इति अस्ति खलु, एवम् अत्रापि अस्ति नुं विसर्जनीयशर्व्यवाये अपि इति। अस्तु भगिनि, समीचीनं, धन्यवादः। तर्हि अग्रे शोभा भगिनी अग्रे स्वीकरोति वा? आं भगिनि, अग्रे सम्प्रति खरीचा इत्यनेन चर्त्वादेशः त्यग् योगः श्यति, त्यक् योगः श्यति, त्यक्ष्यति इति। तत्र त्यग् इत्यत्र चवर्गीय वर्णः अस्ति ककारः, योगः मूर्धनेशकारः परवर्णः। तर्हि तत्र आदेशप्रत्ययोः इति इत्यनेन प्रथममेव तत्र स्थ्यति इत्यस्य स्थ्यति इति अभवत्। आदेशप्रत्ययोः इति इदानीं दृष्टं यत्र इण्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायाम् इति सूत्रं वदति। इदानीं तेक् इत्यस्य गकारस्य खरिच इत्यनेन ककारादेशः भवति, अतः तेक् योगः शति इति भवति। तत्र ककारमूर्धनेशकारयोः योगे क्षा इति आगच्छति, त्यक्षति इति रूपं। घोग् योगः षि मूर्धन्यषकारः, तत्र धातोः अन्ते घकारः, खरिच इत्यनेन ककारादेशः, घोक् योगः मूर्धन्यषकारः षि, तत्रापि ककारषकारयोः योगे घोक्षि इति भवति। अग्रे पठनीयं वा भगिनी खरिच इति सूत्रम्? न, तत्र गो नास्ति, ओ मम, अस्तु, अहं प्रिण्ट् औट् कृतवती, तत्र घो इति अस्ति। अस्तु, धो इति करणीयं वा? हा, घो इति परिवर्तयामि। अस्तु, हा, धोक्षि, धोक्षि इति भवति, घोग्योगः षि धोक्षि। खरीचा इति सूत्रं पठानि वा? वदतु, किं पृच्छति? खरीचा इति सूत्रं पठनीयं वा अग्रे? पठतु पठतु पठतु। खरीचा इति सूत्रं, झलः स्थाने चरादेशो भवति खरिपरे, खरि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं। झलां झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्चा इत्यस्मात् चर्चा इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं झलां चर् खरि च संहितायाम् इति तत्र झलां चर् इति इत्यस्मात् तत्र अनुवृत्तिः आगता अस्ति अपि च अभ्यासे चर्चा इत्यनेन चर्चा इत्यस्य अतः अनुवृत्तिसहितसूत्रे झलां चर् खरि च इति तत्रापि चर्त्वं भवति इति उद्देशः संहितायां तर्हि झलः स्थाने चरादेशः भवति यदा खर् वर्णः परं तिष्ठति इति अस्ति तावदेव अस्ति भगिनि अग्रे पठनीयं वा करीचा इति सूत्रं समाप्तं खलु अस्माकं परिचितं समाप्तं धन्यवादः भगिनि इदानीं किञ्चित् अग्रे सूर्यकुमारी भगिनी अग्रे सरति वा भगिनि उदाहरणानि भगिनि अन्यानि उदाहरणानि स्यास्यक् योगः सि तत्र प्रथमम् आदेशप्रत्ययोः इत्यनेन स्यास्यक् योगः सि शकारकर्वर्णः अस्ति करीच इत्यनेन पुनः ककारस्थाने ककारायाति यो वर्णमेलनेन स्यासक्षी भवति इदानीमेव पठितवन्तः खलु उदाहरणानि उपरि पश्यतु समानम् लेले क्षक् तत्त्वं सर्वं समानमस्ति न तत्तु भिन्नं तत् अत्र तु यङ् लुगन्तदातवः सन्ति खलु तत् शक् इति तु सामान्यधातुः अत्र यङ् लुगन्तदातुः तत्र सर्वं मिलित्वा दत्तम् इदानीं पृथक् पृथक्तया दत्तं अस्तु अस्तु तात्त्वंसि इति अपि अस्ति खलु सत्यं ले लेक् तात्त्वं सर्वं ओके ओके ओके हा केवलं शक् एव वदतु अन्यानि पूर्वमेव दृष्टानि केवलं शा शक् इति वदतु हा भगिनि समाप्तं शक् ओके तर्हि अग्रे गच्छतु उदाहरण अन्यानि त्यक्त्वा अग्रे गच्छतु प्रश्नः उदेति यत् नुं विसर्गः सर्वव्यवाये चेदपि सत्त्वम् इत्यस्य दृष्टान्तः कः व्यवाये नुम् इत्यस्य दृष्टान्तः एते सप्रींषि यजुंषि हवींषि उदाहरणानि सन्ति तत्र विसर् अनुस्वार अस्ति मध्ये इन्कोः मध्ये अनन्तरम् मध्ये अनुस्वार अस्ति तदापि षत्वं भवति इति इति प्रातिपदिका हवींषि सर्पिष् तत्र सर्वर्णः अस्ति रेफः अस्ति सर्पिस् धृतं यजुष् पूजा हविस् हव्यम् इति प्रातिपदिकानि अत्र बोध्यं कथं निष्पन्नं सर्पिस् इति प्रातिपदिकं सृप् गतौ लटि सर्पति सृप् धातुः योगः नसि इति नसि इति नसि नास्ति इसि इति उणादिप्रत्ययः ओ इसि इति उणादिप्रत्ययः सृप् योगः इसि अनुबन्धलोपेन लोपे सृप्योगः इस् तत्र इस् अर्धधातुकप्रत्ययः पुगन्तलघुपदस्य च इत्यनेन गुणः सर् भवति सर्पिस् इति प्रातिपदिकं नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् योगः नुम् आगमः तत्र नुम् आगमः भवति नपुंसके सर्पिस् योगः सर्पिंस् नुम् आगमात् परं रूपं सर्पिंस् योगः इ तत्र इन्को अनन्तरं पूर्वमेव सर् रेफः अस्ति नुं व्यवायेपि सत्त्वं भवति सर्पींषि अन्तिमरूपम् अतः अयं सकारः प्रत्ययस्य एवमेव यजूंषि हवींषि इत्यादिः व्यवाये विसर्गस्य दृष्टान्तम् प्रथमं नुम्मस्य इत्युक्ते भगिनी अत्र सी अत्र बहु किमपि दत्तं तत्सर्वम् इदानीम् अस्माकम् अनावश्यकम् अत्र अस्माकं वार्ता का इति चेत् सर्पिस् योगः इ इति स्थिते यदा नुमागमः भवति सर्पिन्स् योगः इ अत्र किं भवति इति वदतु तावत् पर्याप्तम् अन्यत् किं सर्वं केवलम् अत्र पठनार्थं तावदेव सर्पिन्स् योगः इ अत्र आदेशप्रत्ययोः कथं कार्यं करोति तत्र इन्कोः अस्ति किमस्ति इन्कोः इकारः इन्कोः सर्पिंसि रेफात् अनन्तरं इकार अनन्तरं नुम् अस्ति अनुस्वार अस्ति तदनन्तरं सकार अस्ति सकारः कीदृशः अपदान्तसकारः खलु आम् अपदान्तसकारः प्रत्यय अवयवरूपी सकारः इसि इति प्रत्ययस्य भागः अस्ति सकारः अतः प्रत्ययस्य अवयवः अस्ति सकारः इन्कोः अपि अस्ति मध्ये नुं व्यवाये अपि तत्र सकारस्य षत्वं भवति तर्हि ईकारः नुं प्रत्ययस्य सकारः तर्हि नुं मध्ये अस्ति चेदपि सकारस्य षत्वं भवति आदेशप्रत्ययोः इत्यनेन अतः एव सर्पींसि सर्पींसि इति रूपं भगिनि अत्र केन सूत्रेण नुमागमः भवति भगिनि तद् इदानीम् अनावश्यकं केनचित् सूत्रेण भवति तत्तु सुबन्तप्रक्रियायां वयं द्रष्टुं शक्नुमः नपुंसकलिङ्गे तत्र नुमागमः तत्र किमपि सूत्रमस्ति इदानीं न स्फुरति तत्र अचि नपुंसकस्य जलचः सत्यं जलचः आम् इति सूत्रेण नुमागमः भवति तत्र हा इति अस्ति तत्र वस्तुतः अत्र सुबन्तप्रक्रियायाम् अस्माकं विवक्षा नास्ति अत्र अस्माकं विवक्षा किम् इति चेत् आदेशप्रत्ययोः इत्यत्र नुं विसर्गः शर् इति मध्ये सन्ति चेदपि प्रत्यय अवयवरूपी सकारस्य षत्वं भवति पूर्वम् इन्कोः अस्ति खलु तर्हि अत्र स्रिप् दातुं स्वीकृत्य इसि इति उणादिप्रत्ययं स्वीकृत्य तत्सर्वं केवलं तत्र दत्तमस्ति तत्सर्वम् इदानीम् अस्माकम् आवश्यकं नास्ति अस्तु अस्तु तर्हि अरुणा भगिनी अग्रे पठति वा व्यवाहे विसर्गस्य दृष्टान्ताः एते तत्र सर्पीं सर्पीषिषु यजुषु हविषिषु न नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिश् युग सुप् सर्पिश् युग सर्पिश् इत्यस्य सकारस्य विसर्ग आदेशः विसर्गस्य व्यवायो अपि व्यवाये अपि सत्त्वं सर्पिः सर्पिषु एवमेव युजुषु हविषु ओके आदेशप्रत्ययसूत्रं वदति इन् प्रत्याहारात् कवर्गीयतपदे अपदान्त आदेशरूपप्रत्ययवय वा सकार अस्ति चेत् तस्य सकारस्थाने सकारादेशः भवति इङ्कोः आदेशप्रत्ययोः अपदान्तस्य मूर्धन्यसंहितायां नुं विसर्जनीयस् सर्व्यावये अपि अत्र व्यवाये अस्ति अपि सत्त्वं भवति तद् दर्शनार्थम् इदं वाक्यमस्ति व्यवाहे विसर्गस्तु दृष्टान्तं सर्पति सर्पिः नपुंसके सप्तमे विभक्तौ अत्र सर्पिः स्तुः इति सप्तमी विभक्ति बहुवचनं नपुंसकलिङ्गे नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिस् सूप् उपकार इति भवति सर्पिस् इत्यस्य सकारस्य विसर्ग आदेशः भवति विसर्ग अस्ति विसर्गः व्यवाये अपि षत्वं भवति अतः अन्तशकार मूर्धनशकार भवति सर्पिः षु तदेव यजुः षु हविः षु भवति सत्यं सत्यं समीचीनम् इत्युक्ते इन्कोः प्रत्यय अवयवरूपी सकारः अनयोः मध्ये विसर्गः अस्ति चेदपि षत्वं भवति इत्यस्य उदाहरणम् अत्र तर्हि अन्ते शर् इति मध्ये अस्ति चेदपि षत्वं भवति इत्यस्य उदाहरणं किं पद्मनाभन् महोदय पठति वा भगिनी अत्र सर्पिषु यजुषु इति पदसंज्ञा अस्ति सप्तमी अस्ति वा आमां सप्तमीविभक्तौ बहुवचनम् अस्तु अस्तु तत्र किम् भगिनी सर्पींषि इति तु नपुंसकलिङ्ग अस्ति खलु षि प्रत्ययः बहुवचने प्रथमान्त बहुवचने एव भवति खलु एकक्षणम् एकक्षणं प्रश्नः कः सप्तमी बहुवचनं सु इति प्रत्ययः खलु अग्रिम अत्र इस् इति वयं पठितवन्तः तत्र इस् इति किमपि नास्ति पूर्वम् अनुबन्धलोपे सति सृपयोगः इस् जशसोः शिः सर्पिस् इति प्रातिपदिकं भगिनि हा सर्पिस् प्रातिपदिकं तत्र बहुवचने सर्पिंषि इति भवति खलु प्रथमाविभक्ति भगिनि प्रथमाविभक्तौ बहुवचनं सर्पींषि अत्र सप्तमी बहुवचनं हा तत्र इषि इति किमपि नास्ति खलु जश्शसोः शिः इति षि जश्शसोः षि न अत्र इत्युक्ते प्रातिपदिकस्य निर्माणार्थं कृदन् उणादिप्रत्ययं योजयित्वा प्रातिपदिकस्य निर्माणम् अत्र सर्पिस् इति प्रातिपदिकम् ओ अस्तु अस्तु प्रातिपदिकस्य निर्माणार्थं सर्पिस् इति प्रातिपदिकं स्वीकृत्य जश्चोः सि यत्किमपि भवतु तत्सर्वं भवति अनन्तरम् इ इति अस्तु अस्तु अस्तु महोदय पठतु अन्तिमवाक्यद्वयम् इदानीं वयं दृष्टवन्तः एकवारं पठित्वा वदतु न श्रूयते तत्र एकवारं पठित्वा वदतु व्यवाये षर् प्रत्याहारस्य दृष्टान्तः एते वदति वा किमपि सत्त्वं भवति इति उक्तमस्ति व्यवाये षर् प्रत्याहारस्य अन्तः एते सर्पिषु अत्र सप्तमविभक्तौ सर्पिष् योगः सुप् अस्ति वासरि इत्यनेन विकल्पेन विसर्गादेशः भवति पक्षे सकारः सकार एव अत्र सर्पिस् विसर्गः न आदेशः स्वीकरोमि चेत् अत्र सकारः एव तिष्ठति अत्र तादृशसकारस्य व्यवाय सर्पि इकारात् परं सकारः अस्ति अतः सकार व्यवाये अपि अत्र सत्त्वं भवति इति अत्र लिखितमस्ति क्षम्यताम् इदानीं सकारः इकारात् परे अस्ति अतः सकारः प्रत्ययस्य अवयवः अस्ति अतः मूर्धन्यसकारः भवति अनन्तरं सकारात् परं सुप् अस्ति तत् किमर्थं सुप् सकारः भवति इति सुनाष्टुः इत्यनेन अत्र भवति वा आमां सुनाष्टुः सकारस्य प्रभावेन न न मध्ये सकारः अस्ति चेदपि षत्वं भवति सकारस्य सु इति प्रत्ययस्य सकारस्य षकारः भवति अस्तु अस्तु अस्तु अनन्तरं सकारस्य प्रभावेन सुनाष्टुः इत्यनेन मध्ये यः सकारः अस्ति तदपि षकारः भवति मूर्धनिषकारः सुनाष्टुः इत्यनेन वा हा सकारव्यवाये अपि सु इत्यत्र सकारस्य षत्वं भवति मध्ये यः सकारः अस्ति तस्य षकारस्य प्रभावेन सकारस्य षकारः भवति ष्टुनाष्टुः इत्यनेन खलु ष्टुनाष्टुः इत्यत्र पूर्वमेव भवेत् इति नियमः नास्ति खलु परमपि भवितुमर्हति निमित्तम् इदानीं चिन्तितवती इकारात् परे षकारः अस्ति प्रत्ययस्य सकारः अस्ति अतः अत्र ये किमर्थं मूर्धनिषकारः न भवेत् इति मम चिन्तनम् अत्र कुत्र सर्पिष् इत्यत्र इकारात् परे सकारः अस्ति तत् सूत्रस्य सकारस्य स्थाने अपदान्तसकारः अस्ति तत्र एव मूर्धनिषकारः भवेत् इति किमर्थं न भवेत् प्रत्ययसकार सकारः नास्ति तत्र प्रत्ययस्य सकारः एव अस्ति प्रश्नः समीचीनः अस्ति इत्युक्ते भवान् पृच्छति यत् अत्र सकारः यः सकारः अस्ति तत्र एव आदेशप्रत्ययः इति निर्भवति आदेशप्रत्ययः इति सूत्रसङ्ख्या का 8359 तर्हि वाचरि इत्यनेन सकारः तिष्ठति सर्पिस् 8336 तर्हि सर्पिस् योगः सु इत्यत्र सर्पिस् इत्यत्र यः सकारः अस्ति तत्र एव न तत्र न भवितुमर्हति किमर्थमिति चेत् तत्र सर्पिस् इत्यस्य पदसंज्ञा अस्ति अपदान्तसकारः नास्ति तत्र अस्तु अस्तु सम्यक् अवगतम् अस्तु यचिबम् इति सूत्रमस्ति खलु स्वादिषु स्वादिषु स्वादिषु असर्वनामस्थाने यचिबं पदसंज्ञा प्राप्तम् अतः तत्र सर्पिस् इति पदमस्ति अतः तत्र पदान्ते सकारः वर्तते इति कृत्वा आदेशप्रत्ययोः इत्यस्य कार्यं तत्र न भवति परन्तु तादृशसकारः व्यवधाने अस्ति चेदपि व्यवाये अपि तु इति प्रत्ययस्य सकारस्य षकारादेशः भवति प्रश्नः समीचीनः परन्तु तत्र न भवति भगिनी तत्र सर्पिस् तत्र प्रातिपदिकमपि अस्ति पदमपि अपि अस्ति खलु अत्र विशेषः अस्ति सप्तमी विभक्तौ प्रातिपदिकमपि अस्ति पदमपि अस्ति प्रातिपदिकात् परे सुप्रत्ययः अस्ति असर्वनामस्थाने अस्ति अतः सर्पिस् इति पदसंज्ञा भवति अतः अत्र सकारस्य स्थाने मूर्धने सकारः न भवति किमर्थं चेत् पदान्ते सकारः अस्ति जलिपरे एव अस्ति अतः सकारादिप्रत्यये परे एव अस्ति अतः सुप् इत्यस्य स्थाने प्रथमं मूर्धने सकारः भवति अनन्तरं सकारः मध्ये आगच्छति अतः अत्र मूर्धने सकारः भवति सर्पिस् इत्यत्र सकारः भवति हा स्वादिष्वसर्वनामस्थाने इत्यनेन सर्वनामस्थानसंज्ञकप्रत्ययान् विहाय अन्यत्र पूर्वपदस्य पदसंज्ञा भवति महोदय यदा सुप्रत्ययस्य योजनेन अत्र इदानीं वक्तुं शक्नुमः वा सर्पिष्य तत्र सकारः अपदान्तसकारः अस्ति इति किं पुनः पृच्छतु किम् एकं सूत्रमस्ति इदानीं वयं दृष्टवन्तः सर्पिष् इति पदम् अस्ति किमर्थं चेत् अत्र असर्वनामस्थाने सुप् अस्ति अतः पदसंज्ञा अस्ति परन्तु परन्तु अपदान्तसकारस्य स्थाने एव भवति इति सूत्रमस्ति खलु यत्र इदानीं पदं प्राप्तं किमर्थम् अत्र अपदान्तसकारस्य इति वक्तुं शक्नुमः सर्पिष् इति तु पदम् अस्ति तत्र पदान्ते सकारः अस्ति सर्पिषु इति तत्र यः सकारः अस्ति सु इति प्रत्ययः प्रत्ययस्य सकारः तत्तु अपदान्तसकारः अस्ति अत्र सर्पिस् इत्यत्र पदसंज्ञा केवलं प्रक्रियार्थं तत्र सर्पिस् इति पदमस्ति इति कृत्वा तत्र लोके प्रयोगः न शक्यते केवलं प्रक्रियार्थं सर्पिस् इत्यस्य पदसंज्ञा अस्ति किमपि कार्यं भवतु इति कृत्वा तत्र सु इत्यत्र यः सकारः तत्तु प्रत्यय अवयवरूपी सकारः अपदान्ते अपि अस्ति इति कृत्वा तत्र षत्वं भवति खलु बुद्धं खलु इत्युक्ते अत्र सर्पिस् इति उदाहरणं न अवगम्यते चेदपि किं स्मर्तव्यम् इति चेत् आदेशप्रत्ययोः इत्यस्य कार्यार्थं मध्ये नुम् विसर्गः षर् प्रत्याहारस्थः वर्णः मध्ये व्यवधानरूपेण अस्ति चेदपि षत्वं भवति इत्येव विवक्षात्र तदवगच्छामः चेत् पर्याप्तं तदर्थं तत्र उदाहरणानि अस्तु अवगतं वा अवगतं कोऽपि अवगतं हा समीचीनम् अत्र कोऽपि प्रश्नः अस्ति चेत् वदन्तु नो चेत् अत्र स्थगनं कुर्मः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः धन्यवादः नमस्कारः धन्यवादः नमस्कारः नमस्कारः